गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् इदानीमपि वयं गुणस्य व्याप्याव्याप्यं च वृत्तित्वम् इत्यस्मिन् करपत्रे स्मः तत्र किं कुर्मः साक्षात् पठेम तदनन्तरं किञ्चित् चिन्तयामः अस्तु अत्र अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम् इत्यस्मात् अस्माभिः पठनीयं सर्वैः प्राप्तं वा अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम् इति अस्तु शिवराममहोदय आरम्भं कुर्मः महोदय शिवराममहोदय अहं पठामि वा हा न प्राप्तं महोदय न प्राप्तं वा तत्र पारिभाषिकशब्दपरिष्कारः इति उपशीर्षकमस्ति किल तस्मादुपरि एकं द्वे त्रीणि चत्वारि चतस्रः पङ्क्तिः अस्ति उपरि पारिभाषिकशब्दपरिष्कारः उपशीर्षकमस्ति किल तस्मात् उपरि चतस्रः पङ्क्तिः अस्ति तस्मात् उपरि हा तस्मादुपरि अत्र उपर्युक्तप्रश्नस्य उत्तरं सत्यं सत्यम् अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम् अस्तु शिवराममहोदय पठतु अहं पठामि वा पूर्वम् उक्तं यत् तथा पठनीयं न हा तत्र अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम् इति ततः आरभ्य न प्राप्तं तत्र पारिभाषिकशब्दपरिष्कारः इति उपशीर्षकमस्ति किल चतस्रः पङ्क्तिः अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम् इति ध्येयं यत् अवच्छेदकदा द्विधा तस्मादुपरि तस्मादुपरि तस्मादपि उपरि अत्र उपयुक्तप्रश्नस्य उत्तरं दातव्यम् अथवा हा सत्यं अत्र उपर्युक्तप्रश्नस्य उत्तरं दातव्यम् अवयवः अवयविनि भवति किं नैव अवयवी अवयवे भवति समवायसम्बन्धेन यथा घटः कपाले तथैव वृक्षः अग्रे अग्रभागे अस्ति शाखासु वृक्षः समवायसम्बन्धेन अतः वृक्षः अग्रदेशे इति वक्तुं शक्यं किन्तु विपरीतत्वेन अग्रदेशे वृक्षे इति न तत्र केवलं षष्ठीविभक्त्याः प्रयोगः वृक्षस्य शाखा वृक्षेन वृक्षस्य शाखा इत्यनेन वृक्षसम्बन्धिनी शाखा तावदेव वृत्त्यानियामकसम्बन्धः अपि सम्भवति वृत्तिनियामकत्वसम्बन्धः अपि सम्भवति किन्तु अत्र कपिसंयोगवृक्षस्थले आहत्य सारांशः एवं यत् अग्रभागः वृक्षे इति न कदापि भवति हा अवयवः अवयवनी भवति किम्? अवयवः तु अवयवनी कदापि न भवति. अवयव अवयविनी मध्ये समवायसम्बन्धः वर्तते न द्वयोः मध्ये. सत्यं. किन्तु किन्तु किं कस्मिन् अस्ति? अवयवी अवयवे समवायेन भवति. अवयवी अवयवे. सत्यं. तत्र विपरीतरीत्या न वक्तुं शक्यते. विपरीतरीत्या वक्तुं न शक्नुमः. अस्तु. यथा घटः कपाले तथैव वृक्षः अग्रे अस्ति. शाखासु वृक्षः समवायसम्बन्धेन. आम्, एतत् तु सत्यं. शाखासु वृक्षः समवायसम्बन्धेन अथ वृक्षः अग्रदेशे इति वक्तुं शक्यं. किन्तु विपरीतत्वेन अग्रदेशः वृक्षे इति न. तत्र केवलं षष्टिविभक्तेः प्रयोगः. वृक्षस्य शाखा वृक्षेन, वृक्षस्य शाखा इत्यनेन वृक्षसम्बन्धिनी शाखा, तावदेव वृत्त्यानियामकसम्बन्धः अपि सम्भवति. वृत्तिनियामकसम्बन्धः अपि सम्भवति. किन्तु अत्र कपिसंयोगवृक्षस्थले आहत्य सारांशः एव यत् अग्रभागः वृक्षे इति न कदापि भवति. भवानेव कृते विवरणं करोतु अन्तिमपङ्क्ति. अत्र अत्र क्लेशः अस्ति वा भवतः? न, अधिकः क्लेशः नास्ति अत्र. हा अस्तु, तत्र सर्वं यद्दत्तमस्ति. तत्र अग्रभागः वृक्षे इति, वृक्षः अग्रभागस्य यदा कदापि अधिकरणं न भवति. न भवति. आमां. तर्हि कथं वक्तव्यम् इति चेत्, वृक्षस्य शाखा वृक्षस्य अग्रभागः इति एव वक्तव्यं, न तु वृक्षे अग्रभागः इति. अस्तु, अग्रेपि महोदय. एतावता प्रयत्नेन अग्रभागस्य किमर्थम् अवच्छेदकत्वं वक्तव्यम् इति प्रश्ने सति समाधानत्वेन कपिसंयोगस्य अव्याप्यवृत्तित्वनिर्वाहार्थम् अव्याप्यवृत्तिः इति सूचनार्थं ज्ञापनार्थम् अग्रभागस्य अवच्छेदकत्वम्. अपि च वस्तुतः अग्रभागस्य कथनेन वयम् अवगच्छामः यत् कपिसंयोगः वृक्षस्य एकस्मिन् भागे अस्ति, अपरस्मिन् भागे मूले च नास्ति. मूले कपिसंयोग अभावः. अतः अनेन व्यवहारे श्रोतुं मनसि स्पष्टता जायते. कपिसंयोगः कुत्र अस्ति, कुत्र च नास्ति, अनेन साफल्यं प्राप्तम्. तर्हि अग्रभागः इति अवच्छेदकः तु अस्ति, किन्तु अन्योन्यातिरिक्तवृत्तिः न, अपि तु अन्यप्रकारकः स्वरूपसम्बन्धावच्छेदकः. वृक्षस्य अग्रभागः कपिसंयोगस्य अव्याप्यवृत्ति अवाप्यवृत्तित्वनिर्वाहार्थं. कपिसंयोगः वृक्षस्य एकस्मिन् भागे एव भवति, सम्पूर्णवृक्षे तस्य संयोगः न भवति. कस्य संयोगः? कस्य संयोगः? कपिसंयोगः. हा, इत्युक्ते कपिसंयोगः एकत्र वृक्षस्य एकभागे एव भवति, एकस्मिन् भागे एव भवति. सत्यम्. अग्रभागे. हा, तर्हि तस्य अपरस्मिन् भागे मूले च नास्ति. मूले कपिसंयोग अभावः. यत्र संयोगः कपिसंयोगः यत्र भवति, तत् स्थानं विहाय अन्येषां स्थाने कपिसंयोग अभावः अस्ति. अनेन व्यवहारे श्रोतुं मनसि स्पष्टता जायते. कपिसंयोगः कुत्र अस्ति, कुत्र च नास्ति, अनेन साफल्यं प्राप्तं. तर्हि अग्रभागः इति अवच्छेदकः तु अस्ति, किन्तु अन्योन्यातिरिक्तवृत्तिः न. एतत् न अवगतम्. अन्योन्यातिरिक्तवृत्तिः इति भवेत् तत्र. हा तत्र अस्माभिः पूर्वं पठितं किल महोदय, अन्योन अनतिरिक्तवृत्तिः इत्युक्ते किं, यत्र यत्र तत्र तत्र इति तादृशसम्बन्धः यत्र भवति, यत्र यत्र घटाभावस्य प्रतियोगिता वर्तते तत्र तत्र घटत्वं, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इति भवति चेत् तत्र अन्योन अनतिरिक्त वृत्तित्वरूप अवच्छेदकत्वं द्वयोः मध्ये भवति इति वक्तुं शक्यते, किन्तु अत्र तादृशं नास्ति. इदानीं तत्र महोदय तत्र मूलं निरूपयति वा न्यायशैल्यां, यत्र तत्र प्रथमम् अग्रं निरूपयतु तदनन्तरं मूलं निरूपयामः. केवलम् अग्रं निरूपयतु प्रथमम्. अग्रं नाम न्यायशैल्यां, न्यायशैल्यां कपिसंयोगः वृक्षस्य अग्रे वर्तते इत्यत्र अग्रम् इत्यस्य निरूपणं करोतु. वृक्षाग्रनिष्ठ एतत् पद्धत्या वा अग्र, अस्माकं लक्ष्यं किम् अग्रम् इति, तर्हि अग्रम् इति अन्ते वाक्यस्य अन्ते वाक्यस्य अन्ते अग्रं भवेत्. कपिनिष्ठ भवेत् वा आरम्भम्? आम् तत्र अत्र सामान्यवाक्यं किं, कपिसंयोगः वृक्षस्य अग्रे वर्तते इति किल, तर्हि वदतु कपिसंयोगनिष्ठ कपि संयोगनिष्ठ कपि आमां कपिसंयोगनिष्ठ अधेयता निरूपित अधेयता निरूपित वृक्ष अधिकरणता आश्रयः वृक्षाग्रः. पुनः वदतु महोदय, कपिसंयोगनिष्ठ अधेयता निरूपित वृक्षाग्रनिष्ठ अधिकरणता वृक्षाग्रनिष्ठ अधिकरणता निरूपित न कपिनिष्ठ अधेयता निरूपित संयोग संयोगन कपिनिष्ठ अधेयता निरूपित कपि तत्र कपिनिष्ठ इति अस्माकं तत्र आधेयः कः इति चेत् कपिसंयोगः एव आधेयः, तर्हि कपिसंयोगनिष्ठ अधेयता निरूपित तदनन्तरं वृक्षाग्रनिष्ठ अधिकरण वृक्षाग्र इति मा वदतु, तत्र अग्रमेव अस्माभिः निरूपणीयं किल, तर्हि अग्र इति पदं वाक्यस्य अन्ते भवेत्, अन्ते भवति. कपिसंयोगनिष्ठ अधेयता किं निरूपयति? अधिकरणतावान् आश्रयः. न न तत्र वाक्यस्य पूर्णं मा करोतु एतावत्पर्यन्तं. तत्र कपिसंयोगनिष्ठ अधेयता किं निरूपयति, अधेयता किं निरूपयति सामान्यतया? अधेयता अधिकरणता. सत्यं, तत्र अधिकरणतां निरूपयति. अधिकरणता कुत्र वर्तते? अधिकरणता वृक्षे वर्तते, वृक्षाग्रे वर्तते. हा तत्र अग्रे इति मा वदतु, इदानीं यत् तत्र वृक्षे एव वर्तते किल अधिकरणता? वृक्षे एव. हा तर्हि कपिसंयोगनिष्ठ अधेयता निरूपित वृक्षनिष्ठ अधिकरणता इति तावत्पर्यन्तं प्राप्तम्. इदानीं कपिसंयोगः वृक्षे सर्वत्र वर्तते वा? न. हा तर्हि तत्र अवच्छेदकत्वं वक्तव्यं भवति किल, केवलम् अग्रभागे एव कपिसंयोगः वर्तते इति कृत्वा अवच्छेदकत्वं वक्तव्यं भवति. अत्र अवच्छेद्या का भवति? अवच्छेद्या कपिः अस्ति तत्र. मूलम् अग्रम् इति अवच्छेदक अवच्छेदकं भवति वृक्षः वृक्षः नास्ति वृक्षः अधिकरणमस्ति अधिकरणे अधिकरणता अस्ति अधिकरणतायाः अवच्छेदकः भवति अवच्छेदकं भवति मूलम् इति कृत्वा अवच्छेद्या भवति अधिकरणता आम् अवगच्छति वा आम् अवगच्छ तर्हि अवच्छेद्या भवति अधिकरणता सा तत्र अवच्छेद्या निरूपिता अवच्छेदकत्वं मूलम् इति भवेत् अवच्छेद्या निरूपित अवच्छेदकत्वम् अवच्छेदकं मूलम् इति भवति वाक्यम् आमाम् हा तर्हि कपिसंयोगनिष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणता अधिकरणत्वात् समीचीनं महोदय अधि अवच्छेदकत्वं मूलं वा अग्रभागे वा अग्रं मूय मूय मूलमिति मया उक्तं चेत् तद्दोषाय अग्रम् अस्तु तर्हि कपितयोगनिष्ठ आधेयता निरूपित वृक्षनिष्ठ अधिकरणता सा अधिकरणता एव अवच्छेद्या पुनः सा अवच्छेद्या निरूपित अवच्छेद अवच्छेदकं मूलम् इति भवति अवगच्छति किल आमाम् अवगतम् हा तर्हि इदानीं तत्र अन्यून अतिरिक्तवृत्तिः नास्ति मूल अवच्छेदकः कीदृशम् इति चेत् स्वरूपसम्बन्ध अवच्छेदकः इति भवति अत्र इति अत्र उक्तम् अस्मिन् विषये अग्रिमपरिच्छेदे इतोपि विवरणं भवति अस्तु विद्युभगिनी पठति वा प्रयत्नं करोमि मम वयं सर्वं प्रयत्नमेव कुर्वन् स्मः देयं यत् अवच्छेदकता द्विविधा अन्यून अतिरिक्तवृत्तित्वरूप अवच्छेदकता स्वरूपसम्बन्धरूप अवच्छेदकता च अग्र अवच्छेदेन अग्रावच्छेदेन कपिसंयोगः इत्यत्र संयोगनिष्ठ अधेयता निरूपित वृक्षनिष्ठ अधिकरणता तस्याः अवच्छेदकः अग्रदेशः अत्र अग्रदेशनिष्ठ अवच्छेदकता स्वरूपसम्बन्धरूपा अग्र अवच्छेदेन कपिसंयोगः इत्यत्र संयोगनिष्ठ आधेयता निरूपित इदानीं भवान् उक्तं किल सा कपिसंयोग इष्ट आधेयता निरूपित वृक्षनिष्ठ अधिकरणता किम् इति अवच्छेदकः अग्रदेशकः इत्यपि उक्तम् अत्र अग्रदेशनिष्ठ अवच्छेदकता स्वरूपसम्बन्धरूपा तदपि पठितं गडे विद्यमानया अभाविया प्रतियोगिता तत् अवच्छेदकं भवति घटत्वम् तत्र विद्यमानम् अवच्छेदकत्वम् अन्यून अतिरिक्तवृत्तित्वरूपम् इत्यपि अनतिरिक्तवृत्तित्वरूपम् घटे घटत्वम् अस्ति घटे अपि तस्य अभावस्य विरोधः इत्युक्ते प्रतियोगिता अपि अस्ति यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अपि अस्ति इत्यनेन तत्र अन्यून अनतिरिक्तवृत्तित्वरूपम् अस्ति इति वयं जानीमः सत्यं तस् तत्र घटे विद्यमान या अभावीया प्रतियोगिता तत् अवच्छेदकं भवति प्रतियोगिता घटत्वं भव घटत्वम् इति तस्य अवच्छेद्यकं भवति किल महोदय अवच्छेद्यता भवति प्रतियोगिता अवच्छेद्या भवति प्रतियोगिता अवच्छेद्या भवति प्रतियोगिता तथैव अत्रापि सति संयोग कपि संयोगनिष्ठा आधीयता अधिकरता तदनन्तरम् अग्रदेशभागः इति तयोः मध्ये अवच्छेदकं किम् इति परिशीलवन्तः किल महोदय प्रतियोगितायाः अन्यून अनतिरिक्तवृत्ति घटत्वरूपधर्मः तत्र अवच्छेदकः सत्यं घटत्वरूपधर्मः अस्ति अवच्छेदकं प्रतियोगितायाः वृक्षे केवलं स्वरूपसम्बन्ध रूप अवच्छेदकत्वम् अग्रदेशस्य अन्यून अनतिरिक्तवृत्तित्वं नाम यत्र प्रतियोगिता तत्र तत्र घटत्वं यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता व्याप्यत्वे सति व्यापकत्वम् अत्र वृत्ते तु समान अधिकरणकरण्यम् अपि वक्तुं न शक्यते यत्र यत्र कपिसंयोगः निरूपित अधिकरणता वृक्षे तत्र तत्र अग्रभागः अस्ति वा नास्ति तर्हि अग्रभागस्य अन्यून अनतिरिक्तवृत्तित्वं नास्ति समान अधिकरणम् अपि नास्ति अतः स्वरूपसम्बन्धरूप अवच्छेदकत्वम् इत्येव वक्तव्यं न तु व्याप्यत्वे सति व्यापकत्वरूप अवच्छेदकत्वम् घटत्वम् अपि च प्रतियोगिता मध्ये अन्यून अतिरिक्तम् अस्ति इति वयं जानीमः किम् इत्युक्ते यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटमपि अस्ति तदनन्तरं घटे घटत्वम् अस्ति घटे अपि प्रतियोगिता अपि अस्ति इत्युक्ते घटं सामान अधिकरणं तयो घटकरणम् अधिकरणमपि घट एव प्रतियोगितायाः अधिकरणम् अपि घट इति इत्यनेन अनून अत अनतिरिक्तवृत्तित्वम् अस्ति अत्र किन्तु अत्र कपिसंयोगः वृक्षे मूलभागे कपिसंयोगः इत्युक्ते अत्र यत्र यत्र कपिसंयोगः अस्ति तत्र यत्र यत्र कपितयोगनिरूपित अधिकरणता अस्ति इत्युक्ते यत्र यत्र अधिकरणता अस्ति तत्र तत्र अग्रभागः अस्ति इति नास्ति अधिकरण तु सर्वत्र वृक्षे सर्वत्र वर्तते किल वृक्षः एव अधिकरणं तर्हि अधिकरणता कुत्र इति चेत् वृक्षे इति भवति तर्हि अधिकरणता वृक्षे अस्ति किन्तु अग्रभागः अपि वृक्षे अस्ति वा तादृशं न वक्तुं शक्नुमः किल वयम् इदानीमेव पठितवन्तः तत्र अवयवः एव अवयवी एव अवयवे वर्तते न तु विपरीतरीत्या वृक्षस्य अग्रभागः इति वक्तुं शक्यते किन्तु वृक्षे अग्रभागः इति यदा कदापि न वक्तुं शक्यते इति कृत्वा तत्र अधिकरणता अपि च अग्रभागः अनयोः मध्ये सामानाधिकरण्यं नास्ति तर्हि किं वक्तव्यम् इति चेत् स्वरूपसम्बन्धे अवच्छेद स्वरूपसम्बन्धमेव अस्ति इति वक्तव्यम् श्रूयते किम्? हरि ओम्, श्रीराम महोदय, मम ध्वनिः श्रूयते वा? आं महोदय, श्रूयते प्रायः. महोदय, भग्नं जातः. आमामाम्, अत्र तयोः मध्ये समानाधिकरण्यम् इति चेत् अधिकरणता अपि च अग्रभागः. यथा भवत्या समीचीनतया प्रतिपादितं, तत्र घटत्वम् अपि च प्रतियोगिता, प्रतियोगिता अपि घटे वर्तते, घटत्वमपि घटे वर्तते इति कृत्वा तयोः मध्ये समानाधिकरण्यं वर्तते. किन्तु अत्र नास्ति, अत्र नास्ति, अत्र अधिकरणता वृक्षे वर्तते, किन्तु अग्रभागः वृक्षे वर्तते इति न वक्तुं शक्यते. न, आं महोदय, अधिकरणता अपि च अग्रभागः, अनयोः मध्ये समानाधिकरण्यं नास्ति, तथापि अग्रभागः एव अधिकरणतायाः अवच्छेदकं भवति. तत् कथं सिद्ध्यति? तत्र पूर्वम् अस्माभिः किं दृष्टम्? एकस्मिन् स्तरे पदार्थद्वयं वर्तते चेत् एकम् अन्यस्य अवच्छेदकः भवितुम् अर्हति इति अस्माभिः दृष्टं. तत्र वृक्षः अधोभागे अस्ति, चित्रं निरूपयामश्चेत् वृक्षः अधोभागे अस्ति, तस्माद् उपरि प्रतियोगिता अस्ति, यस्मिन् स्तरे प्रतियोगिता अस्ति तस्मिन्नेव स्तरे घटत्वमपि अस्ति इति कृत्वा घटत्वं प्रतियोगितायाः अवच्छेदकः भवति इति वक्तुं शक्यते. किन्तु अत्र इदानीं वृक्षः अधोभागे अस्ति, तस्माद् उपरि अधिकरणता अस्ति, तस्मिन्नेव स्तरे अग्रभागः इति न वक्तुं शक्यते. किमर्थमित्युक्ते अग्रभागः वृक्षे नास्ति. तत्र यस्मिन् स्तरे वृक्षः अस्ति तस्मिन्नेव स्तरे अग्रभागः अपि अस्ति इति कृत्वा तत्र समानाधिकरण्येन अवच्छेदकः वृक्षः अवच्छेदक अग्रभागः अधिकरणतायाः अवच्छेदकः न भवितुमर्हति. तर्हि कथं भवति इति चेत् तत्र स्वरूपसम्बन्धेन एव अवच्छेदकत्वं प्राप्स्यते इति वक्तव्यम्. अस्तु, तत्र विजयभगिन्याः क्लेशः वर्तते, न जाने किमिति. अस्तु, श्रीराम महोदय, अन्तिमपरिच्छेदं पठतु महोदय. पठामि. पूर्वमुक्तं यत् घटत्वादिनिष्ठप्रतियोगि प्रतियोगितावच्छेदकत्वात् इदम् अवच्छेदकत्वं मूल अग्रनिष्ठं भिन्नम्. इदानीं तत् कथम् अस्ति इति स्पष्टं स्यात्. एकवारं स्वशब्दैः कथनेन समीचीनः अभ्यासः स्यात्. अस्तु, तर्हि भवान् एकवारं स्वशब्दैः कथयतु कृपया. अस्तु महोदय, प्रथमं यदा घटस्य उदाहरणं स्वीकुर्मः, तत्र घटः अस्ति अभावस्थले, घटाभावस्थले वयं घटस्य अभाव भूतले घटाभावः अस्ति इति वदामश्चेत् तत्र घटे एव घटस्य घटे विद्यमानः प्रतियोगितायाः अवच्छेदकं भवति घटत्वं. घट अवच्छेदकता अवच्छेदकता इति धर्मः घटत्वे अस्ति. सः धर्मः कीदृशः इत्युक्ते तत्र अन्योन्य अनतिरिक्त वृत्तिनियामकत्वं अन्योन्य अनतिरिक्त वृत्ति स्वरूप अवच्छेदकता अस्ति सा अवच्छेदकता. इदानीं वयं वृक्षे कपिसंयोगः इति उदाहरणं स्वीकुर्मश्चेत् एतदपि वक्तुम् इच्छामि, तद् अन्योन्य अतिरिक्त वृत्ति वृत्तित्वरूप अवच्छेदकता इत्युक्ते यत्र यत्र घटत्वम् अस्ति तत्र तत्र प्रतियोगिता अस्ति, यत्र यत्र प्रतियोगिता अस्ति तत्र तत्र घटत्वमेव अवच्छेदक भवति, तादृशम् अस्ति. इदानीं वृक्षस्य उदाहरणं स्वीकुर्मश्चेत् वृक्षे कपिसंयोगः अग्रदेशे अस्ति, इदानीं मूले तस्य अभावः अस्ति, कपिसंयोगस्य अभावः अस्ति. इदानीं अस्मिन् सन्दर्भे अवच्छेदकः कः भवति इति प्रश्नः अस्ति. तत्र अग्रदेशः अवच्छेदकः भवति तु सामान्य यथा घटस्य उदाहरणे अवच्छेदकघटत्वम् आसीत् तादृशः अवच्छेदकः नास्ति मूलदेशः तु भिन्नरीत्या एव तस्य अवच्छेदकतायाः निरूपणं भवति. इदानीं अग्रदेशम् इति अग्रदेशः इति वदामश्चेत् कपिसंयोगनिष्ठ आधेयतानिरूपित वृक्षनिष्ठ अधिकरणतायाः अवच्छेदकः भवति मूलदेशः. इदानीं सा एषः मूलदेशः अधिकरणतायाः अवच्छेदकः अस्ति. वृक्षे मूलदेशः इति वृक्ष अपि च मूलदेश अनयोः अवयव अवयवी सम्बन्धः अस्ति. तत्र वृक्षस्य अवयवी अवयवसम्बन्धः अस्ति इति कारणेन वृक्षस्य मूलदेशः इति एव वक्तव्यं, न वृक्षे मूलदेशः इति. इति कारणेन इतोपि वक्तव्यं चेत् अधिकरणता वृक्षे सर्वत्र अस्ति, अपि च किम् अग्रदेशः सर्वत्र नास्ति, उपरि एव अग्रदेशः उपरि एव अस्ति, मूले अग्रदेशः नास्ति. इति कारणेन तत्र स्वरूपसम्बन्ध स्वरूपसम्बन्धरूप अवच्छेदकता इति नूतन अवच्छेदकता स्वीकृता. इदानीं तत्र एषा अवच्छेदकता किम् अग्रदेशनिष्ठा भवति, अग्रदेशनिष्ठा एव अवच्छेदकता, सा अवच्छेदकता स्वरूपसम्बन्धरूपा अस्ति. अत्र महोदय एतादृशं कर्तुं शक्यते, झटिति तत्र सारांशः वक्तव्यं चेत् प्रथमम् अहं पृच्छामि, भवान् उत्तरं वदतु. घटत्वं कस्य अवच्छेदकः भवति, अवच्छेदकं भवति प्रतियोगितायाः अवच्छेदकं भवति घटत्वं, सत्यं. अग्रं कस्य अवच्छेदकं भवति, तत्र अधिकरणतायाः अवच्छेदकः. हा, इति भेदः, इति प्रथमभेदः. घटत्वं प्रतियोगितायाः अवच्छेदकः अवच्छेदकं भवति, किन्तु अग्रम् इति अधिकरणतायाः अवच्छेदकं भवति इति प्रथमभेदः. सत्यं. द्वितीयभेदः, तत्र घटत्वं घटत्वस्य अवच्छेदकत्वं कीदृशं वदतु. घटस्य अवच्छेदकत्वम् अवच्छेदकत्वं कीदृशम् इत्युक्ते अन्योन अनतिरिक्त वृत्ति एकनिमिषं महोदय दृष्टोस्य अन्योन अनतिरिक्तवृत्तित्वरूपम् चित्तरूप अवचेत चित्तरूपम् इति वदामश्चेत् पर्याप्तं समीचीनम्. इदानीं अग्रे विद्यमान अवच्छेदकत्वं कीदृशम्? अग्रे विद्यमान अवच्छेदकत्वं स्वरूप सम्बन्धरूप अवच्छेदकत्वं अवच्छेद्यकत्वं. सत्यं सत्यम् इति द्वितीयभेदः. इदानीं तृतीयः, यत्र यत्र यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वं, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इति प्रतियोगिता मध्ये वक्तुं शक्यते. किन्तु तादृशं तत्र अग्रम् अपि च अधिकरणता अनयोः मध्ये वक्तुं शक्यते वा? न शक्यते इति तृतीयभेदः. इति चिन्तयामश्चेत् पर्याप्तम्. एतद् अवगच्छति चेत् अत्र यत्किमपि उक्तम् एतदेव सारांशः. घटत्वं प्रतियोगितायाः अवच्छेदकं, किन्तु मूलं नो चेत् अग्रम् अधिकरणताया अवच्छेदकम् इति एकं. घटत्वं घटत्वे विद्यमान अवच्छेदकत्वं कीदृशम् इति चेत् अन्यून अनतिरिक्तवृत्तित्वरूपम् इति. किन्तु अग्रे नो चेत् मूले विद्यमान अवच्छेदकत्वं कीदृशम् इति चेत् स्वरूपसम्बन्धरूपम् इति वक्तव्यं. तर्हि यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता, यत्र यत्र प्रतियोगिता तत्र तत्र घटत्वम् इति एकस्मिन् तत्र घटत्वप्रतियोगिः मध्ये तादृशसम्बन्धः वर्तते. किन्तु यत्र यत्र अधिकरणता तत्र तत्र अग्रत्वम् अग्रं, यत्र यत्र अग्रं तत्र तत्र अधिकरणता इति न वक्तुं शक्यते इति बहवः भेदाः सन्ति. तर्हि घटत्वादिनिष्टप्रतियोगिता अवच्छेदकत्वात् इदम् अवच्छेदकत्वं मूलाग्रनिष्ठं नो चेत् अग्रनिष्ठं मूलाग्रनिष्ठं भिन्नम् इति जातम्. अस्तु, तावद् वदामश्चेत् तत्र पर्याप्तं भवति. अस्तु, भवान् अग्रे पठतु महोदय. पारिभाषिकशब्दपरिष्कारः इति अत्र किञ्चित् जाटिल्यमस्ति. अस्तु महोदय, पश्यामि. पारिभाषिकशब्दपरिष्कारः, घटे विद्यमानघटत्वप्रतियोगितयोः समानाधिकरण्यम् अतः समानाधिकरण्यम् अतः अन्येन अनतिरिक्तवृत्तित्वरूपावच्छेदकत्वं घटत्वे अवच्छेदकं घटत्वं तच्च अन्यून अनतिरिक्तवृत्ति भवति. तस्मिन् घटत्वे विद्यमाना अवच्छेदकता कीदृशी इति चेत् अन्यून अनतिरिक्तवृत्तित्वरूप अवच्छेदकता प्रतियोगिता. अत्र एतावत्पर्यन्तं यद् भवता पठितं तत्र पुनरेव उक्तं, तत्र किमपि नूतनं नास्ति. तर्हि अग्रे पठितुं शक्यते, पठतु महोदय. प्रतियोगिता यत्र यत्र अस्ति तत्र तत्र घटत्वं, यत्र यत्र घटत्वं तत्र तत्र प्रतियोगिता इत्यनेन घटत्वं प्रतियोगितां प्रति अन्योन्यवृत्ति अनतिरिक्तवृत्ति च उभयमपि. तदेव उक्तं घटत्वं प्रतियोगितां प्रति अन्योन अतिरिक्तवृत्ति. तर्हि घटत्वनिष्ठ अवच्छेदकता कीदृशस्वरूपं प्राप्नोति अन्योन अनतिरिक्तवृत्तित्वरूपम्? आहत्य घटत्वम् अन्योन्य अनतिरिक्तवृत्ति, तस्मिन् अन्योन्य अनतिरिक्तवृत्तित्वरूप अवच्छेदकता. अत्रापि किमपि नूतनं नास्ति किल? सत्यम्. अस्तु, तर्हि अग्रे पठतु. यथा गन्धवती पृथिवी, गन्धः पृथिव्यां, पृथिव्याः असाधारणधर्मः गन्धवत्वं. तत्र गन्धनिष्ठ आधेयतानिरूपित अधिकरणता पृथिव्यां विद्यमाना अधिकरणता अवच्छेद्या पृथिवीत्वम् अवच्छेदकं. तर्हि पृथिवीत्वनिष्ठावच्छेदकता कीदृशी इति चेत् अन्योन अनतिरिक्तवृत्तित्वरूपा पृथिवीत्वम् अवच्छेदकम् अन्योन अनतिरिक्तवृत्ति ततः उपरि गमनार्थम् अवच्छेदकयोगत्वम् इति भवति. अतः अन्योन्य अनतिरिक्तवृत्तियोगत्वम् इत्यपि भवति. वदामः महोदय, अत्र अत्र किञ्चित् वदतु, तत्र सारांशः वदति चेत् पर्याप्तं नास्ति, किन्तु गन्धः पृथिवी इति अस्ति, अतः अस्मिन् विषये किञ्चित् वदतु. घटविषये प्रतियोगिता घटत्वम् अनयोः अन्योन्य अनतिरिक्तवृत्तिः अस्ति. तादृशमेव अत्र अधिकरणता अपि च प्रतिगन्धनिष्ठाधिकरणता विद्यमान पृथिवीत्वम् अवच्छेदकम् अस्ति अनयोः पृथिवीत्वम् अवच्छेदकम् अस्ति अनयोः अन्योन्य अनतिरिक्तवृत्तिः अस्ति. तत्र अवच्छेदकात् उपरि गमनार्थं वयं त्वं प्रत्यय योजयामः, अतः तत्र अन्योन्य अनतिरिक्तवृत्तित्वम् इति भवति. अत्र महोदय गन्धवती पृथिवी इत्यत्र तयोः मध्ये समानाधिकरण्यं तत्र पृथिवीत्वम् अपि च अधिकरणता तद् तद् मनसि भवति चेत् समीचीनम्. अधिकरणता अपि च पृथिवीत्वम् अनयोः मध्ये समानाधिकरण्यम्. अधिकरणता केन निरूपिता तद्वदतु. गन्धनिष्ठा अधिकता निरूपिता पृथिवीत्वनिष्ठा अधिकरणता. पृथिवीत्वनिष्ठाधिकरणता न पृथिवीनिष्ठाधिकरणता तावदेव सत्यम्. तत्र अधिकरणता कीदृशं निरूपितम् इति चेत् गन्धनिष्ठ आधेयता निरूपित अधिकरणता इति तावद् वदामश्चेत् गन्धनिष्ठ आधेयता निरूपित अधिकरणता पृथिवीत्वेन अवच्छेद्या भवति. अस्तु अग्रे महोदय. पुनः गन्धः कुत्र पृथिव्याम्. अतः गन्धनिष्ठाधेयतानुरूपित अधिकरणता पृथिव्यां. तर्हि अधिकरणतायाः अवच्छेदकं पृथिवीत्वं किमर्थम् एवम् उक्तम् इति चेत् यत्र यत्र गन्धनिष्ठाधेयतानुरूपित अधिकरणता अस्ति तत्र तत्र पृथिवीत्वम् अस्ति, यत्र यत्र च पृथिवीत्वम् अस्ति तत्र तत्र गन्धनिष्ठाधेयतानुरूपित अधिकरणता अस्ति. दृष्टान्ते गन्धनिष्ठाधेयतानुरूपित अधिकरणता अस्ति नीलोत्पलपुष्पे, तत्रापि पृथिवीत्वम् अस्ति. घटपटादौ यत्र यत्र पृथिवीत्वं तत्र तत्र गन्धनिष्ठाधेयतानुरूपित अधिकरणता अस्ति. तर्हि गन्धनिष्ठाधेयतानुरूपित अधिकरणतां प्रति पृथिवीत्वम् अस्ति अन्योन अतिरिक्तवृत्तिः. यत्र यत्र वृत्तिः इति नास्ति वृत्ति अत्र सारांशः वदतु. अत्र यत्र यत्र गन्धनिष्ठाधीयतानुरूपित अधिकरणता अस्ति तत्र तत्र पृथिवीत्वम् अस्ति. यत्र इदानीं घटं स्वीकुर्मः पटं स्वीकुर्मः तत्र तत्र विद्यमानपृथिवीत्वम् अस्ति. पृथिवीत्वं तादृशमेव गन्धनिष्ठाधेयतानुरूपित अधिकरणता अपि अस्ति. अतः अनयोः अवच्छेदकम् अस्ति पृथिवीत्वं. तत्कारणेन अनयोः मध्ये अन्योन अतिरिक्तवृत्तिः अस्ति वृत्तिः अस्ति. न अनयोः मध्ये इति न वक्तव्यं, पृथिवीत्वं कीदृशम् इति चेत् अन्योन अनितिरिक्तवृत्तिः. अस्तु समीचीनं महोदय, धन्यवादः. अग्रे कुलकर्णी महोदय भवान् पठतु. अत्र किञ्चित् ध्वनिः अस्ति महोदय, किञ्चित् अत्र बहिः अस्मि किञ्चित् न किञ्चित् किमपि न श्रूयते, यदि अधिकमस्ति चेत् अहं वदामि, इदानीं सम्यक् एव अस्ति. सम्यक् अस्ति वा? परिभाषा परिभाषिकशब्द महोदय. हा आम्. कुतः पठितं? अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः इति आरम्भे पठितं. हा, अन्योन्यातिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः कथमिति पश्येम. पृथिव्यां तस्याः अधिकरणतायाः अवच्छेदकं पृथिवीत्वं पृथ्वीत्वं तस्याः अधिकरणतायाः अवच्छेदकं. किं निरूपिता अधिकरणतायाः गन्धनिष्ठ आधेयता निरूपित अधिकरणतायाः, तर्हि पृथ्वीत्वम् अवच्छेदकं तच्च कीदृशम् अन्योन्यातिरिक्तवृत्तिः? अतः अन्योन्यातिरिक्तवृत्ति अतः अन्योन्यातिरिक्तवृत्तित्व रूप अवच्छेदकत्वं पृथ्वीत्वे अस्ति. अन्योन्यातिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः. महोदय क्षम्यतां महोदय, अन्योन अनतिरिक्तवृत्तित्वम् इति पठति. आमाम्. अन्योन अतिरिक्त अन्योन्य अन्योन्य अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः. द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अपि सन्ध्यते इति नियमः. अनेन अन्योन्यातिरिक्तवृत्तित्वम् इत्यस्मिन् वृत्तित्वम् उभयत्रापि अन्वेति. अन्योन्यवृत्तित्वम् अनतिरिक्तवृत्तित्वम् इति. किञ्चित् वदति वा तत्र अन्योन अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः कथं वा द्वन्द्वसमासः, किमर्थं द्वन्द्वसमासः? अन्योन्य अतिरिक्त वृत्तित्वम् इति अन्योनं तथा अनतिरिक्तम् इति पदद्वयं भवति वा तत्र? सत्यं. हा, अन्योन्यम् अनतिरिक्तवृत्तित्वं पृथ्वीत्वं तस्याः अधिकरणतायाः अवच्छेदकं. न अवगतं महोदय. हा, तत्र पृथ्वीत्वं तस्याः अधिकरणतायाः अवच्छेदकम्. अधिकरणता कुत्र वर्तते? इदानीम् अस्माकं सन्दर्भः कः? गन्धवती पृथ्वी इति अस्ति. गन्धवती पृथ्वी, आम् आम्. तर्हि गन्धः इति गुणः पृथिवी इत्यस्मिन् द्रव्ये अस्ति. आम्. तर्हि गन्धः आधेयः, पृथिवी आधारम्. अधिकरणम् अधिकर्ता पृथिव्यां पृथिव्यां वर्तते. सा अधिकरणता केन अवच्छिन्ना? अधिकरणता पृथ्वीत्वेन अवच्छिन्ना. पृथ्वीत्वं सत्यं, तदेव अत्र दत्तं. पृथ्वीत्वं तस्याः अधिकरणतायाः अवच्छेदतायाः अवच्छेदकत्व. अग्रे वदतु. हा, किं निरूपिता अधिकरणतायाः गन्धत्वनिष्ठ आधेयता निरूपित अधिकरणतायाः पृथ्वीत्वम्? हा अस्तु महोदय, तत्र अन्योन अनतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः, तस्मिन्नेव विवरणं ददामश्चेत् पर्याप्तं भवति. अन्यत् सर्वम् अस्माभिः पूर्वमेव अधीतम्. पूर्वं पठितं. अन्योन्य अतिरिक्तवृत्तित्वम् इति द्वन्द्वसमासः. द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकम् अभिसन्धत्ते इति नियमः. अत्र अन्योन्यं तथा अनतिरिक्तवृत्तित्वम् इति पदद्वयं तत्र वर्तते. सत्यं न? अत्र अन्योन अनतिरिक्तवृत्तित्वम् इत्यत्र कति पदानि सन्ति? अन्योनम् इति एकं पदम् अतिरिक्तं तथा क्षम्यताम् अतिरिक्तं तथा वृत्तित्वं पदत्रयं वर्तते आम् सत्यं तत्र पदत्रयं वर्तते इति कृत्वा इदानीं वृत्तित्वम् इति अन्ते यत् पदमस्ति तस्य अन्वयं तस्मात् पूर्वं विद्यमानपदद्वयोः अपि प्रत्येकं भवति इत्युक्ते अन्यूनवृत्तित्वम् अनतिरिक्तवृत्तित्वम् इति तत्र अन्यून अनतिरिक्तवृत्तित्वम् इत्युक्ते किम् इति चेत् अन्यून अतिवृत्तित्वम् अनतिरिक्तवृत्तित्वं द्वयमपि यत्र सम्भवते तदेव अन्यून अनतिरिक्तवृत्तित्वम् इति कथ्यते. आमाम् उभयत्र अपि अन्वयति उभयत्र अग्रे पठतु महोदय. पृथिव्याः दृष्टान्ते पृथ्वीत्वस्य गन्धस्य च तयोः अन्योन्य अतिरिक्तवृत्तित्वम् अनेन पृथिवीत्वं किञ्चित् सावधानतया पुनः पुनः भवान् अन्योन अन्योन अतिरिक्त इति पठति. पृथिव्याः दृष्टान्ते अनतिरिक्तवृत्तित्वम् इति पठनीयं. पृथिव्याः दृष्टान्ते पृथ्वीत्वस्य गन्धस्य च तयोः अन्योन्य अतिरिक्तवृत्तित्वम् अन्योन अनतिरिक्तवृत्तित्वम् अनेन पृथ्वीत्वं गन्ध अनतिरिक्तवृत्तिः इत्युक्ते गन्धः यत्र नास्ति तत् पृथ्वीत्वं न भवति. तदा पृथ्वीत्वं गन्धः अन्योन्यवृत्तिः नाम यत्र गन्धः अस्ति तत् पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते. अपि च अपि च विपरीतत्वेन गन्धः पृथ्वीत्व अनतिरिक्तवृत्तिः गन्धः पृथ्वीत्व अन्योन्यवृत्ति च एतत् सर्वम् अपरेषु शब्देषु उच्यते चेत् अव्यक्त्वे सति व्यापकत्वं तस्य च व्यापकत्वं तस्य च अर्थः अत्र तस्य च अर्थः अत्र वक्षमाणः. किञ्चित् वदति वा अत्र किमस्ति इति. पृथिव्या दृष्टान्ते पृथ्वीत्वस्य गन्धस्य च तयो अन्योन्यातिरिक्तवृत्तित्व अनेन पृथ्वीत्वं गन्धः अनतिरिक्तवृत्तिः इत्युक्ते गन्धः यत्र यत्र नास्ति तत्र पृथ्वीत्वं न भवति. नाम गन्धः यत्र यत्र नास्ति तत्र पृथ्वीत्वं न भवति. गन्धः तु आश्रितः अस्ति न गुणः. पृथिव्याम् आधेयतः अस्ति. यत्र पृथ्वीत्वम् अस्ति तत्र एव गन्धः. गन्धस्य विभिन्ननाम पृथ्वीत्वं त्यक्त्वा तस्य आश्रयं गन्धस्य अस्तित्वं न भवितुमर्हति. तत्र तथा पृथ्वीत्वं गन्धः अन्योन्यावृत्ति नाम यत्र गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति कुत्रापि न लभ्यते. न अवगतम् गन्धः अस्ति तत्र पृथ्वीत्वं नास्ति इति नास्ति इति नास्ति आम् न लभ्यते इति अत्र अत्र उल्लिखितं किल. तर्हि गन्ध अनिर् पृथ्वीत्वं गन्ध अनिर् अनतिरिक्तवृत्ति इत्युक्ते किम्. अत्र द्वितीयवाक्यमस्ति किल महोदय तत्र तत्रैव दत्तं पृथ्वीत्वं गन्ध अनतिरिक्तवृत्तिः इत्युक्ते गन्धः यत्र नास्ति तत्र पृथ्वीत्वं न भवति इति अर्थः. न भवति यत्र गन्धः नास्ति तत्र पृथ्वीत्वं न भवति एवमेव पृथ्वीत्व अन्यूनवृत्तिः इत्युक्ते किं. गन्धः पृथिवी अन्यूनवृत्तिः इत्युक्ते किम्. पृथ्वी व्यतिरि अतिरिक्त कुत्रापि तस्य न लभ्यते वा गन्धः. तत्र यत्र यत्र तत्र तत्र इति तादृशरीत्या वदतु तदा एव भवान् अवगतवान् यत्र यत्र पृथ्वी तत्र तत्र एव गन्धः. इदानीं पृथिवी इति मा वदतु, पृथिवीत्वम् अपि च गन्धः, यत्र यत्र पृथिवीत्वं तत्र तत्र एव गन्धः. यत्र गन्धः पृथिवीत्व अन्यूनवृत्तिः च, सत्यं सत्यं. तर्हि तादृशं तत्र यत्र यत्र तत्र तत्र इति वक्तव्यं. पृथिवीत्वं गन्ध अनतिरिक्तवृत्तिः, वृत्ति इत्युक्ते गन्धः यत्र नास्ति पृथिवीत्वं तत्र न भवति इति अर्थः भवति. अस्तु, अग्रे अग्रे एतदपि इतोपि किञ्चित् विवरणमस्ति. विजि भगिनी अग्रे पठति वा? व्याप्यत्वे सति व्यापकत्वम्. आं महोदय, नाम इण्टर्नेट् मध्ये भग्नं न जायते चेत् तत्र शब्दः अस्ति भगिनि. अत्र जयललिता जन्मनक्षत्रं किल एव कोलाहलमस्ति. अस्तु अस्तु, पठतु. श्रूयते किल? श्रूयते. व्याप्यत्वे सति व्यापकत्वम् इत्यनेन अन्यून अनतिरिक्तवृत्तित्वम्. अत्र पूर्वस्मिन् पङ्क्ति उक्तं किल, अपरेषु सत्येषु इति व्याप्यत्वे सति. प्रथमं सम्पूर्णपङ्क्तिं पठित्वा तदनन्तरं सारांशः वदतु. अस्तु महोदय, अत्र अवधेयं यत् न्यायशास्त्रे व्याप्यत्वं व्यापकत्वं च इत्यनयोः अर्थद्वयं भवति. व्याप्यत्वस्य एकः अर्थः न्यूनदेशवृत्तित्वं, यथा घटत्वं पटत्वं दण्डत्वम् इत्यादिकं पृथ्वीत्व अपेक्षया व्याप्य. क्षम्यतां, तत्र पृष्ठभागे ध्वनिः अधिकम्. ओहो, तत्र ध्वनिमुद्रणं कुर्मः किल तत्र. तर्हि अन्य कोऽपि इदानीं पठतु. यदा यदा शब्दः नास्ति तदा सूचयतु, तावत्पर्यन्तं कृपया शृणु. अस्तु अस्तु, श्रीराम महोदय भवान् अग्रे पठतु महोदय. पुनः पठतु महोदय, व्याप्यत्वे सति व्यापकत्वम् इति आरभ्य. व्याप्यत्वे सति व्यापकत्वम् इत्यनेन अन्यून अनतिरिक्तवृत्तित्वम्. अत्र अवधेयं यत् न्यायशास्त्रे व्याप्यत्वं व्यापकत्वं च इत्यनयोः अर्थद्वयं भवति. व्याप्यत्वस्य एकः अर्थः न्यूनदेशवृत्तित्वम्, यथा घटत्वं पटत्वं दण्डमिति अस्ति किल, दण्डे विद्यमानस्य धर्मस्य नाम कः? दण्डत्वम् इति. दण्डत्वम् इत्यादिकं पृथिवीत्वापेक्षया व्याप्यं न्यूनदेशवृत्ति इति अस्माकं परिचितः अर्थः. किन्तु व्याप्यत्वस्य कश्चन द्वितीयः अर्थः तदभाववत् अवृत्तित्वं, तदभाववत् वृत्तित्वम्. अत्र महोदय एकमेव वदतु, न्यूनदेशवृत्तित्वम् इत्युक्ते किं सामान्यतया? न्यूनदेशवृत्तित्वम् इत्युक्ते व्याप्यम् इत्युक्ते न्यूनदेशवृत्तित्वं, तस्य सामान्य अर्थः कः? न्यूनदेशवृत्तित्वम् इत्युक्ते न्यूनदेशे एव भवति. घटत्वं घटे एव वर्तते, पटत्वं पटे एव वर्तते. सत्यं, तादृश न्यूनदेशे एव तादृशधर्मः विद्यते इति कारणेन. कस्य अपेक्षया न्यूनत्वम् इदानीं इदानीं सत्ता इति स्वीकुर्मश्चेत् तस्य अपेक्षया तावत्पर्यन्तं तावत्पर्यन्तं न गच्छतु, तत्र पृथिवीत्वम् इति पृथिवीत्वं स्वीकुर्मः, पृथिवीत्वम् इति सत्यं महोदय, पृथिवीत्वं तस्य अपेक्षया वदतु, पृथिवीत्वं स्वीकृत्य वदतु, पृथिवीत्वम् अपेक्षया घटत्वं पटत्वम् इत्यादि धर्माः न्यूनदेशवृत्ति अस्ति, अतः तेषु न्यूनदेशवृत्तित्वम् अस्ति. इत्युक्ते घटे पृथिवीत्वम् अस्ति, घटत्वमपि अस्ति, पटे पृथिवीत्वम् अस्ति, पटत्वमपि अस्ति, दण्डे पृथिवीत्वम् अस्ति, दण्डत्वम् अस्ति, किन्तु घटत्वं केवलं घटे एव अस्ति, न तु पटे. तर्हि पृथित्वं घटे विद्यते, पटे विद्यते, दण्डे विद्यते, किन्तु घटत्वं केवलं घटे एव वर्त्यते इति कृत्वा पृथ्वीत्वस्य अपेक्षया घटत्वं न्यूनवृत्तिः अस्ति, न्यूनवृत्तिः अस्ति इति एकम् अर्थमस्ति. इत्युक्ते व्याप्यम् इत्युक्ते न्यूनदेशवृत्ति वृत्तित्वम् इति अर्थः. द्वितीय अर्थः कः? द्वितीय तदभाववत् अवृत्तित्वम् इति अस्ति. हा, तत् तस्मिन् विषये इदानीं तत्र अग्रे आयास्यति, तदा चिन्तयामः. अस्तु, अग्रे पठतु महोदय. तदेव व्यापकत्वम् इत्यस्यापि अर्थद्वयम्. व्यापकत्वस्य एकः अर्थः अधिकदेशवृत्तित्वम् इति अस्माकं परिचितः अर्थः, यथा द्रव्यत्वं पृथिवीत्वस्य व्यापकं, यतोहि पृथिवीत्वापेक्षया द्रव्यत्वम् अधिकदेशे अस्ति. किन्तु व्यापकत्वस्य द्वितीयः अर्थः तत् समानाधिकरण अत्यन्ताभाव अप्रतियोगित्वम्. अत्रापि अव्यापकत्वम् इति तत्र किमपि उदाहरणं स्वीकृत्य कस्य अपेक्षया किं व्यापकम् इति वदतु. इदानीम् अत्र उदाहरणं दत्तमस्ति व्यापकत्वस्य. अत्र पृथिवीत्वम् इति स्वीकुर्मश्चेत् पृथिवीत्वम् इति धर्मः पृथिव्याम् एव विद्यते. इदानीम् अन्यं किमपि पृथिवीवायु पृथिवी आप् इति स्वीकुर्मश्चेत् अपाम् अप्सु पृथिवीत्वं न विद्यते. तु इदानीम् आप् वायु आकाशते तादृश सर्वं द्रव्यम् इति एव वयं स्वीकुर्मः. इदानीं द्रव्यत्वम् इति धर्म पश्यामश्चेत् पृथिव्यामपि द्रव्यत्वम् अस्ति, अप्सु अपि पृथ्वीत्वम् अस्ति, तेजसि अपि द्रव्यत्वम् अस्ति. तादृशं द्रव्येषु द्रव्यत्वम् अस्ति. इदानीं द्रव्यत्वम् इति धर्मः पृथ्वीत्वम् इति धर्मस्य अपेक्षया व्याप्यः अस्ति, अतः तत्र व्यापकत्वम् इति अस्ति, द्रव्यत्वस्य व्यापकत्वम् अस्ति. हा, तर्हि इदानीं पृथिवीत्वम् इति स्वीकुर्मश्चेत् तत्र घटत्वस्य अपेक्षया पृथिवीत्वं व्यापकम् अस्ति, घटत्वं व्याप्यं भवति किल. किन्तु तदेव पृथिवीत्वम् इदानीं द्रव्यत्वस्य अपेक्षया पृथ्वीत्वं व्याप्यं भवति, द्रव्यत्वं व्यापकं भवति. सत्यं, व्याप्यं व्यापकं भवति. इत्युक्ते एकमेव पृथिवीत्वं घटत्वस्य अपेक्षया व्यापकं भवति, किन्तु द्रव्यत्वस्य अपेक्षया व्याप्यं भवति. अपि च पृथ्वीत्वम् इति धर्मः घटत्वस्य अपेक्षया अतिरिक्त अतिरिक्तवृत्तित्वं भवति, इत्युक्ते अधिकदेशवृत्तित्वं भवति तस्य. किन्तु द्रव्य द्रव्यत्वस्य अपेक्षया न्यूनदेशवृत्तित्वं भवति. सत्यं न्यूनदेश. अस्तु, अग्रे भवतु, पठतु महोदय भवानेव दृष्टान्ते. दृष्टान्ते घटे घटत्वं च प्रतियोगिता च इति पश्येम. द्वयोः अन्योन अनतिरिक्तवृत्तित्वम् अस्ति. अत्र एकस्य अपेक्षया अधिकदेशवृत्तित्वम् इति नास्ति. अपरस्य अपेक्षया न्यूनदेशवृत्तित्वम् इति नास्ति. अपि तु द्वयोः क्षेत्रं समानम्, अतः अन्योन अनतिरिक्तवृत्तित्वं समानाधिकरण्यं च. सामानाधिकरण्यञ्च. तथापि प्रतियोगितायाः घटत्वस्य च व्याप्यव्यापकभावः व्याप्यव्यापकभावः अस्ति इति उच्यते. किन्तु अत्र ध्येयं यत् इदं व्याप्यत्वं व्यापकत्वं च न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वं न. अत्र पश्यतु यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च उभयमपि. उच्यते यत् घटत्वं प्रतियोगितायाः व्याप्यं व्यापकं च इत्यस्य अर्थः प्रतियोगितायाः अभावः तद्वत् अवृत्तित्वं घटत्वे. अपि च प्रतियोगितावृत्ति अत्यन्ताभावः अत्यन्ताभाव अप्रतियोगित्वं घटत्वे. नास्ति चिन्ता महोदय. महोदय एव वदति, तत्र किञ्चित् जाटिल्यमिव भाति. प्रतियोगितावद्वृत्ति अत्यन्ताभाव अप्रतियोगित्वं घटत्वे इति वदामश्चेत् किमपि अर्थबोधः न जायते, किन्तु अग्रे आयासति सर्वम्. अग्रे अस्य अर्थः स्पष्टः स्यात्. एतावता मनसि भवेत् यत् अत्र घटत्वं प्रतियोगिता द्वयोः मध्ये एकं व्यापकम्, अन्यत् व्याप्यम् इति नास्ति. अपि तु अनयोः परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयत्र अस्ति. इदानीम् अत्र सारांशेन वदामश्चेत् पृथिवीत्वं द्रव्यत्वम् इति पश्यामश्चेत् तत्र व्यापकत्वं द्रव्यत्वस्य, व्याप्यत्वं पृथिवीत्वस्य इति वयं दृष्टवन्तः. अत्र घटे अत्र व्याकरणरीत्या व्याप्यत्वस्य इति न वक्तव्यं, तत्र पृथिवीत्वं न व्यापकत्वं पृथिवीत्वे इति वक्तव्यं. पृथिवीत्वस्य इति न वक्तव्यं, तत्र षष्ठी न वक्तव्यं. व्यापकत्वं कुत्र वर्तते? धर्मः सदा सर्वदा आदेयः भवति किल. तर्हि आधारः एव वक्तव्यं सर्वत्र. अस्तु, अत्र प्रतियोगिता घटत्वम् अनयोः व्याप्यव्यापकभावः अस्ति इति वदति. तु अत्र भिन्नरीत्या एव अवगन्तव्यं. यदा पृथिवी द्रव्यं द्रव्यत्वं पृथिवीत्वं उदाहरणे व्याप्यत्वं व्यापकत्वम् आसीत्, तादृशं नास्ति. अत्र परस्परव्यापकत्वं परस्परव्याप् अप्यत्वम् उभयत्र वर्तते इति ज्ञातव्यम् अस्ति. हा, इति मुख्यवार्ता अत्र. इत्युक्ते प्रतियोगिता व्यापकः न भवति, अपि च व्याप्यः अपि न भवति. इत्युक्ते तत्र परस्पर तत्र घटत्वस्य अपेक्षया प्रतियोगिता व्याप्यः भवति, पुनः सा एव प्रतियोगिता घटत्वस्य अपेक्षया व्यापकः अपि भवति इति उभयत्र तत्र परस्परव्यापकत्वं व्याप्यत्वं वर्तते इति अवगन्तव्यं. तावत् तावत् अवगच्छति चेत् अत्र अस्मिन् परिच्छेदस्य आशयः अवगतः एव. अस्तु, कुलकर्णी महोदय अग्रे पठतु महोदय. द्रव्यत्वं पृथिवीत्वं कुलकर्णी महोदय. अस्तु, विजि भगिनी इदानीमपि भवत्याः तत्र ध्वनिः अस्ति वा? उत्तरं लब्धं. सायङ्कालं पर्यन्तं तथैव. अस्तु अस्तु, भवतु, म्यूट् मध्ये भवतु. अन्नदानं भवति तदनन्तरम् एव ध्वनिः. भवतु भवतु, म्यूट् मध्ये भवतु. हा अस्तु, तर्हि अहमेव किञ्चित् पठित्वा अग्रे वदिष्यामि. द्रव्यत्वं पृथिवीत्वम् इति स्थितौ एकं व्यापकम् अन्यत् व्याप्यं, तत्र व्यापकव्याप्ययोः अर्थः भिन्नः. किन्तु अत्र घटत्वप्रतियोगितोः स्थितौ परस्परव्यापकत्वं परस्परव्याप्यत्वम् उभयता, एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति किमपि नास्ति. तदर्थं द्वयोः अन्योन अनतिरिक्तवृत्तित्वम् अस्ति. अतः व्याप्यत्वे सति व्यापकत्वम् इति अनेन एकस्य अधिकदेशः अपरस्य न्यूनदेशः इति अर्थः नास्ति. तत्र द्रव्यत्वं पृथिवीत्वम् इति उदाहरणं स्वीकुर्मश्चेत् सर्वदा द्रव्यत्वस्य अधिकदेशवृत्तित्वम् एव अस्ति. द्रव्यत्वे अधिकदेशवृत्तित्वमेव अस्ति इति कृत्वा तत्र द्रव्यत्वं सर्वदा व्यापकः भवति, पृथिवीत्वं सर्वदा व्याप्या भवति, व्याप्यः भवति, नो चेत् व्याप्यं भवति. किन्तु यदा इदानीं घटत्वमपि च प्रतियोगित्वं, तत्रापि व्यापकत्वे सति व्याप्यत्वम् इति वदामः. किन्तु तत्र अर्थः व्यापकम् इति वदामश्चेत् तत्र तत्र एकस्य अधिकदेशवृत्तित्वमस्ति, अन्यस्य न्यूनदेशवृत्तित्वमस्ति इति यदा कदापि न भवति. तन्निवारणार्थमेव एतादृशं वदति, व्याप्यत्वे सति व्यापकत्वम् इत्युक्ते द्वयमपि समानम् इति अर्थबोधः मनसि भवेत्. तावदवगच्छति चेत् पर्याप्तं भवति. व्याप्यत्वे सति व्यापकत्वम् इत्युक्ते एकमपि यदा कदापि व्याप्यम् अपि च अन्यत् व्यापकम् इति न भवति. इत्युक्ते द्वयमपि समानम् इति वक्तव्यमस्ति. तस्मिन् स्थाने व्याप्यत्वे सति व्यापकत्वम् इति उक्तं तावदेव. अस्तु, अधुना गन्धर्वेव यत्र यत्र तत्र तत्र इति प्रयुक्तं भवति किल. सत्यं सत्यं, यत्र यत्र तत्र तत्र इति एतत् सर्वं. किन्तु अत्र यदा कदापि वयं वदामः अत्र मनसि किम् अवगन्तव्यम् इति चेत् समानमस्ति इति मनसि भवति चेत् पर्याप्तं भवति. तदेव आशयः अस्ति. इत्युक्ते पृथिवीत्वं, क्षम्यतां, घटत्वम् अपि च प्रतियोगिता, अनयोः मध्ये समानता वर्तते इति अवगच्छति चेत् पर्याप्तं भवति. तदेव आशयः अस्ति. अस्तु, अधुना गन्धपृथिवीत्वयोः उदाहरणं स्वीकुर्मः. गन्धः पृथिवी व्यापकः कथम् इत्युक्ते पृथिवीत्वसमानाधिकरण अत्यन्ताभावप्रतियोगी भवति गन्धः. पृथिवीत्वस्य च समानाधिकरणम् इत्युक्ते पृथिवीत्व अधिकरणवृत्ति. खण्डशः पश्येम, पृथिवीत्वस्य अधिकरणं पृथिवी. अस्तु, अत्र उक्तमस्ति किल व्यापकः इत्यस्य द्वितीयार्थः इति पूर्वम् उक्तं किल, तत् समानाधिकरण अत्यन्ताभावप्रतियोगित्वम् इत्येव व्यापकत्वम् इत्यस्य अर्थः. तस्मिन् विषये अत्र विवरणं दत्तमस्ति. अत्र खण्डशः पश्येम, पृथिवीत्वस्य अधिकरणं पृथिवी, तद्वयं जानीमः. पृथिवीत्वं कुत्र वर्तते इति चेत् पृथिव्यां वर्तते, तर्हि पृथिवीत्वस्य अधिकरणं भवति पृथिवी. तद्वृत्तिः पृथिवीत्व अधिकरणवृत्तिः यः अत्यन्त अभावः, नाम पृथिव्यां विद्यमानः यः कोऽपि अत्यन्त अभावः अस्माभिः स्वीकर्तव्यः. पृथिवीत्वस्य अधिकरणं भवति पृथिवी. तद्वृत्तिः पृथिवीत्व अधिकरणवृत्तिः यः अत्यन्त अभावः इत्युक्ते यस्मिन् पृथिव्यां पृथिवीत्वं वर्तते तस्मिन्नेव अधिकरणे इत्युक्ते पृथिव्यां यस्य अत्यन्त अभावः वर्तते तत् स्वीकर्तव्यं भवति. इत्युक्ते पृथिव्यां विद्यमान अत्यन्त अभावः इत्यनेन गन्धाभावं स्वीकर्तुं न शक्नुमः. तद् अतिरिच्य किमपि स्वीकर्तव्यं. किमर्थमित्युक्ते गन्धः सर्वदा पृथिव्यां वर्तते, तयोः मध्ये व्याप्यत्वे सति व्यापकत्वभावः अस्ति इति कृत्वा गन्धाभावं विहाय यत्किमपि स्वीकर्तुं शक्यते. इदानीं तर्हि शीतस्पर्श अभावं स्वीकुर्मः. शीतस्पर्श अभावं कुत्र वर्तते? शीतस्पर्शभावं कुत्र वर्तते? केवलं जले एव वर्तते. शीतस्पर्शवान् जलम् आपः इति अस्माभिः अधीतं किल. तर्हि शीतस्पर्शभावं जले एव विद्यते इति कृत्वा शीतस्पर्शस्य अभावं, शीतस्पर्शाभावं पृथिव्यामस्ति, तत् स्वीकर्तुं शक्यते. अत्र पृथ्वीत्व अधिकरणवृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्श अत्यन्ताभावः भवतु इति स्वीकुर्मः. तत् अप्रतियोगित्वम् इत्युक्ते शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगित्वं कुत्र वर्तते? गन्धे अस्ति. यतोहि शीतस्पर्श अत्यन्त अभावस्य प्रतियोगी भवति शीतस्पर्शः न तु गन्धः इति मुख्यवार्ता. शीतस्पर्श अभावस्य प्रतियोगी किं भवति? केवलं शीतस्पर्शः एव भवति, अन्यत् किमपि न भवति इति कृत्वा शीतस्पर्श अभावस्य प्रतियोगी शीतस्पर्शः एव भवति इति कृत्वा गन्धः शीतस्पर्श अभावस्य अप्रतियोगी भवति किल. तर्हि शीतस्पर्श अभावस्य अप्रतियोगित्वं गन्धे भवति. अतः गन्धः शीतस्पर्श अत्यन्त अभावस्य अप्रतियोगी भवति. तर्हि गन्धे पृथिवीत्व अधिकरणत्ववृत्ति अत्यन्त अभावप्रतियोगित्वम् अस्ति इति भवति. अस्तु, तत्र अन्तिमवाक्यस्य पुनः विवरणम् अहं करोमि. गन्धे पृथिवीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अस्ति. पृथिवीत्वं कुत्र विद्यते? पृथिव्यां विद्यते. पृथिवी एव इदानीं पृथिव्याम् अन्यत् किमपि यद्भवित अन्यस्य अभावः अत्यन्त अभावः भवितुमर्हति किल पृथिव्याम्. इदानीं शीतस्पर्शस्य अत्यन्त अभावः पृथिव्यां वर्तते. तर्हि तादृश अत्यन्त अभाव अप्रतियोगिता कुत्र वर्तते इति चेत् गन्धे वर्तते इति भवति अर्थः. अवगतं वा सर्वैः? श्रीराममहोदय तत्र पुनः एकवारं पठामश्चेत् अवगतं पूर्णतया भवेत्। हा सत्यं सत्यं। तर्हि पृथिवीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वं गन्धे वर्तते इति वदामश्चेत् अवगन्तुं शक्यते। अस्तु एवमेव अग्रे अपि अस्ति। श्रीराममहोदय भवानेव पठतु आहत्य। एकनिमिषम् आहत्य पृथिवीत्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वं गन्धे आनीतव्यं यतोहि पृथिवीत्वव्यापकत्वं गन्धे पृथिवीत्वाधिकरणवृत्तिः अत्यन्ताभावः इत्यनेन शीतस्पर्शस्य अत्यन्ताभावः स्वीकर्तुं शक्यते। नेहस्य अत्यन्तभावः स्वीकर्तुं शक्यते। शब्दस्य अत्यन्तभावः स्वीकर्तुं शक्यते। एवं पृथिव्यां ये ये गुणाः न सन्ति तेषाम् अत्यन्ताभावं स्वीकर्तुं शक्नुमः। सम्प्रति शीतस्पर्शस्य अत्यन्ताभावं स्वीकुर्मः। तस्य प्रतियोगी शीतस्पर्शः प्रतियोगित्वं च शीतस्पर्शे। अप्रतियोगित्वं गन्धे भवति। तर्हि अप्रतियोगित्वं कुत्र कुत्र भवति इति चेत् यः गुणः पृथिव्यां भवितुं सर्वथा न अर्हति इति चेत् यः गुणः पृथिव्यां भवितुं सर्वथा न अर्हति तत्सम्बन्धस्य अत्यन्ताभावस्य प्रतियोगित्वं गन्धे भवति। अन्तिमवाक्यं किञ्चित् पठितुं किञ्चित् कष्टमस्ति अतः भवान् अधुना शीतस्पर्शस्य उदाहरणं ददाति किल? अस्ति तदेव अन्य उदाहरणमपि किल? अन्यानि उदाहरणमपि दीयते। तर्हि अप्रतियोगित्वं कुत्र कुत्र भवति इति चेत् यः गुणः पृथिव्यां भवितुं सर्वथा न अर्हति तत्सम्बन्धस्य अत्यन्ताभावस्य अप्रतियोगित्वं गन्धे भवति। अस्तु अतः अनेन गन्धे पृथिवीत्व अधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगित्वम् आनीतम्। हा अत्र महोदय भवान् किं करोतु इदानीम् उष्णस्पर्शः इति गुणः उष्णस्पर्शः इति गुणः पृथिव्यां भवितुमर्हति वा? न भवति महोदय। तर्हि उष्णस्पर्शः पृथिव्यां न भवति इत्यतः उष्णस्पर्शस्य अत्यन्त अभावः पृथिव्यां वर्तते किल? सत्यम्। उष्णस्पर्शस्य प्रतियोगित्वं कुत्र भवति? उष्णस्पर्शस्य प्रतियोगित्वम् उष्णस्पर्शत्वे भवति। उष्णस्पर्शत्वे एव भवति। उष्णस्पर्शे एव भवति न तु अन्यत्र। तर्हि इदानीं गन्धे उष्णस्पर्शत्व अप्रतियोगित्वम् आनीतं किल? गन्धे तत्र पृथिवीत्व अधिकरणवृत्ति अत्यन्त अभाव इत्युक्ते तत्र अप्रतियोगित्वम् उष्णस्पर्शत्वस्य उष्णस्पर्शस्य अप्रतियोगित्वं गन्ध्वे आपतितम्। किमर्थमित्युक्ते गन्धत्वं पृथिव्यां वर्तते। तस्यां पृथिव्यां उष्णस्पर्शत्वं यदा कदापि न भवति तर्हि उष्णस्पर्शस्य अत्यन्त अभावः अपि पृथिव्याम् अस्ति। गन्धः अपि पृथिव्याम् अस्ति। उष्णस्पर्शस्य अत्यन्त अभावः अपि पृथिव्याम् अस्ति। तर्हि गन्धे उष्णस्पर्श अत्यन्त अभावस्य अप्रतियोगित्वं भवति इति इति उक्तं तावदेव अत्र महोदय तत्र पृथिवीत्व अधिकरण इति अस्ति खलु महोदय तस्य दश इदानीं पृथिवीत्वं पृथिवीत्वं कुत्र वर्तते पृथिव्यां भवति पृथिवी एव अधिकरणमस्ति किल तस्मिन् पृथिव्यां तस्यां पृथिव्याम् अन्येषां वृत्तिः अपि भवितुमर्हति किल वृत्तिः वृत्तिः इत्युक्ते आदेता यथा गन्धः पृथिव्याम् अस्ति तथा अन्यत् सर्वमपि पृथिव्यां भवितुमर्हति अभावमपि अन्येषाम् अभावः अपि पृथिव्यां भवितुमर्हति तर्हि अत्यन्त अभावः एव अत्र वृत्तिः अस्ति अत्यन्त अभाववृत्तिः पृथिव्यां कस्य इदानीं तत्र सङ्ख्यादि स्वीकुर्मश्चेत् तद् न सङ्ख्या तु सर्वदा पृथिव्यां भवति किल तर्हि सङ्ख्यायाः अत्यन्त अभावः पृथिव्यां न भवति इति न वक्तुं शक्यते तर्हि पृथिव्यां यस्य अत्यन्त अभावः भवति निश्चयेन सर्वदा तदेव स्वीकर्तव्यं भवति इत्युक्ते पृथिवी समानाधिकरणं भवेत् सत्यं तस्य प्रतियोगिताः अप्रतियोगि उष्णस्पर्श वा शीतस्पर्श वा तेषाम् अप्रतियोगित्वम् अपि अत्र वर्तते इति कारणेन समानाधिकरणं तस्य प्रतियोगितायाः अपि अन्यत्र अप्रतियोगितायाः अत्र अत्र किमर्थम् अत्यन्त अभावं स्वीकृतम् इति चेत् तत्र अप्रतियोगित्वम् आनेतव्यं किल गन्धे अतः एव अत्यन्त अभावः स्वीकृतः इदानीं शीतस्पर्शवत्वं वा शीतस्पर्शं वा उष्णस्पर्शं वा यदा कदापि पृथिव्यां न भवति तर्हि शीतस्पर्शस्य वा उष्णस्पर्शस्य वा अत्यन्त अभावः सर्वदा पृथिव्यां वर्तते इति कृत्वा इदानीं यस्मिन् पृथिव्यां शीतस्पर्शस्य वा उष्णस्पर्शस्य वा अत्यन्त अभावः वर्तते तस्मिन्नेव पृथिव्यां गन्धः अपि वर्तते इति कृत्वा गन्धे शीतस्पर्शत्वस्य अप्रतियोगित्वम् अस्तु अग्रे भवानेव पठतु महोदय एवमेव एवमेव किमिति भगिनि पठतु महोदय एवमेव तद्व्याप्यत्वम् अपि वक्तुं शक्यते गन्धः पृथिवीत्वव्याप्यः इत्युक्ते पृथिवीत्व अभाववत् अवृत्तित्वम् आनेतव्यम् पृथिवीत्वस्य यः अभावः पृथिवीत्व अभावः तद्वत् तद्वान् तद्वति अत्र तद्वत् इत्युक्ते जलम् पृथिवीत्व अभाववत् जलम् तद्वृत्तिः इति सप्तमी तदवृत्तिः इति सप्तमी तत्पुरुषः तस्मिन् अवृत्तिः तत् इति तस्मिन् अवृत्ति तत् इति जलं जले गन्धः अवृत्तिः यतोहि जले गन्धो नास्ति अतः तत् अवृत्तित्वं गन्धे अस्ति पृथिवीत्व अभाववत् जला अवृत्तित्वं गन्धे अस्ति इदानीं विपरीतरीत्या अस्ति इदानीं पृथिवी गन्धः पृथिवीत्वा व्याप्यः महोदय तत्र सर्वं मा पठतु अत्र अन्तिमवाक्यमस्ति किल पृथिवीत्वा अभाववत् जलवृत्तित्वं गन्धे तदेव स्वशब्दैः वदतु प्रत्येकं पदं स्वीकृत्य पृथिवीत्वं वदतु पृथिवीत्वा अभाववत् जल अवृत्तित्वगन्धे इदानीं पृथिव्याः गुणः गन्धः पृथिव्यामेव विद्यते इदानीं जले गन्धः इति गुणः न वर्तते अतः तस्य अभावः जले अस्ति जले वर्तते इदानीं तत्र गन्धः इति मा स्वीकरोतु अत्र किं दत्तमस्ति पृथिवीत्व अभाववत् जलवृत्तित्वं जलावृत्तित्वं गन्धे इति अस्ति किल अस्माकं लक्ष्यं तु गन्धः गन्धं जले नास्ति इति न वक्तव्यं किं जले किं नास्ति तस्य पृथित्वस्य यः अभावः पृथित्व अभावः न महोदय अत्र अन्तिम भवता वक्तुं शक्यते पृथिवीत्व अभाववत् जलावृत्तित्वं गन्धे किल इदानीम् अस्माकं लक्ष्यमस्ति गन्धः एव निरूपणीयः गन्धस्य निरूपणं कथं कुर्मः इति चेत् पृथिवीत्वं स्वीकृत्य कुर्मः जलावृत्तित्वम् अत्र वर्तते इदानीं पृथिवीत्वं कुत्र लभ्यते पृच्छतु महोदय भवान् अहं पृच्छामि भवान् वदतु पृथिवीत्वं कुत्र लभ्यते पृथिव्यां वर्तते हा तर्हि केवलं पृथिव्यामेव वर्तते किल सत्यं तर्हि पृथिवी किम् इति चेत् पृथिवीत्ववान् इति वक्तुं शक्यते किल पृथिवीत्ववती इति वक्तुं शक्यते किल सत्यं हा इति एकम् इदानीं पृथिवीत्वं जले वर्तते वा न वर्तते तर्हि जलं पृथिवीत्व अभाववत् भवति किल पृथिवीत्व अभाववत् सत्यं पृथिवी पृथिवीत्ववती भवति तदा जलं पृथिवीत्व अभाववत् भवति सत्यम् तदेव अर्थः पृथिवीत्व अभाववत् जलं तस्य अवृत्तित्वं तस्य आदेयत्वं गन्धे नास्ति न इदानीं जले एकनिमिषं तत्र सोपानेन गच्छेम पृथिवीत्व अभाववत् इत्युक्ते किं जलं सत्यम् इदानीं जले गन्धः लभ्यते वा जले शीतस्पर्शः एव लभ्यते तर्हि शीतस्पर्शस्य वृत्तित्वमेव जले वर्तते किन्तु शीतस्पर्शस्य एव वृत्तित्वं जले वर्तते इति कृत्वा जले अन्यस्य अत्यन्त अभावः वर्तते किल इत्युक्ते गन्धस्य अत्यन्त अभावः वर्तते किल तर्हि जल अवृत्तित्वं गन्धे अस्ति किल जल जल अवृत्तित्वं गन्धे अस्ति सत्यं जलवृत्तित्वं शीतस्पर्शे अस्ति शीतस्पर्शे अस्ति जल अवृत्तित्वं गन्धे अस्ति गन्धे अस्ति इति एव अत्र उक्तं तावदेव पृथिवीत्व अभाववत् जलावृत्तित्वं गन्धे इत्युक्ते पृथिवीत्व अभाववत् इत्युक्ते किम् इति चेत् जलं तस्मिन् जले गन्धस्य अवृत्तित्वमेव अस्ति न तु वृत्तित्वम् महोदय तदैव उष्णस्पर्शमात्र अन्यानि उदाहरणानि अपि वक्तुं शक्यते किल महोदय? सत्यं, किन्तु इदानीं विजी भगिनी भवती इदानीम् उष्णस्पर्शं स्वीकृत्य एतद् वाक्यं वदतु, पृथ्वीत्वाभाववत् जलावृत्तित्वं गन्धे इत्यस्मिन् वाक्ये पृथित्वाभावं जले वर्तते, अत्र उष्णं स्वीकरणीयं महोदय, स्पर्शं स्वीकर्तुं वक्तव्यम्, उष्णस्पर्श पृथिव्याम् अभाव उष्णस्पर्शे वर्तते, उष्णस्पर्शस्य अति अवृत्तित्वं पृथिव्यां वर्तते किल? न न, इदानीम् उष्णस्पर्शः कुत्र लभ्यते? तर्हि अस्मिन् वाक्ये जलम् इत्यस्मिन् स्थाने तेजः इति वदतु, तेजस्य न तेजसः इति षष्टि, तेजसः अवृत्तित्वं पृथिव्यां वर्तते, न न पृथिव्यां नास्ति, गन्धे, अस्माकं लक्ष्यं सर्वदा गन्धः, गन्धे, सोरि सोरि सोरि, यस् यस् गन्धे गन्धे वर्तते, तर्हि पृथिवीत्वाभाववत् तेजावृत्ति तेजोवृत्तित्वं गन्धे इति वदामः इति वक्तव्यं, पृथिवीत्वाभाववत् तेजोवृत्तित्वं तेज अवृत्तित्वं तेजो तेजोवृत्तित्वं गन्धे इति गन्धे वर्तते वक्तुं शक्यते, आं महोदय अवगतं, धन्यवादः महोदय, अस्तु अत्र अन्तिमपरिच्छेदः तद् झटिति अहं पठामि, तत्र आहत्य गन्धे पृथिवीत्वाभाववत् अवृत्तित्वम् अस्ति, एवं पृथिवीत्व अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगित्वम् अपि गन्धे, अतः गन्धे पृथिवीत्वव्याप्यत्वम् अपि अस्ति, पृथिवीत्वव्यापकत्वम् अपि अस्ति, एवं पृथिवीत्वे गन्धव्याप्यत्वम् अपि अस्ति, गन्ध अव्यापकत्वम् अपि अस्ति, गन्ध अव्याप्यत्वमपि अस्ति, गन्ध अव्यापकत्वमपि अस्ति, न क्षम्यताम्, एवं पृथिवीत्वे गन्धव्याप्यत्वमपि अस्ति, गन्धव्यापकत्वमपि अस्ति, अनेन व्याप्यत्वे सति व्यापकत्वं सिद्धं भवति, अस्तु एकवारं पुनः पठन्तु गृहे, अत्र जाटिल्यम् इति भाति किन्तु जाटिल्यं नास्ति, किन्तु समीचीनतया वक्तव्यं, तत्र अभ्यासाय भवति एतत्, धन्यवादः, नमस्कारः महोदय, धन्यवादः महोदय।